अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः केशव नारायण माधव गोविन्द विष्णु मधुसूदन त्रिविक्रम वामन श्रीधर हृषीकेश पद्मनाभ दामोदर शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ओम् भूः ओम् भुवः ओम् सुवः ओम् महः ओम् जनः ओम् तपः ओम् सत्यम् ओम् तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ओमापो ज्योतिरसोऽमृतम् ब्रह्म भूर्भुवः सुवरोम् ममोपात्त समस्त दुरितक्षय द्वारा श्री परमेश्वर प्रीत्यर्थम् प्रातः समिताधानम् करिष्ये परित्वाग्ने परिमृजाम्यायुषा च धनेन च सुप्रजाः प्रजया भूयासं सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैः सुगृहो गृहैः सुपतिः पत्या सुमेधा मेधया सुब्रह्मा आब्रह्मचारिभिः देवसवित प्रसुवा अग्नये समिधमाहारिषम् बृहते जातवेदसे यथा त्वमग्ने समिधा समिध्यस एवम् मामायुषा वर्चसा संज्ञा मेधया आप्रजया पशुभिर्ब्रह्म वर्चसेनान्नाद्येन समेधयः स्वाहा एधोऽस्येधिषीमहि स्वाहा समिधसि समेधिषीमहि स्वाहा तेजोऽसि तेजोमयि धेहि स्वाहा अपो अद्यान्वचारि शगुम् रसेन समसृक्ष्महि पयस्वागुम् अग्न आगमन्तम् मासगुम् सृजवर्चसा स्वाहा सम्मा आग्ने वर्चसा सृज प्रजया च धनेन च स्वाहा विद्युन्मे अस्य देवा इन्द्रो विद्यात् सहर्षिभिः स्वाहा अग्नये बृहतेनाकाय स्वाहा द्यावा पृथिवीभ्याग् स्वाहा एषा ते अग्ने समित्तया वर्धस्व चाप्यायस्व चतयाहम् वर्धमानो भूयासमाप्यायमानश्च स्वाहा यो मा आग्ने भागिनकुम् संतमथा भागम् चिकीरिषति अभागमग्ने तम् कुरु मामग्ने भागिनम् कुरु स्वाहा समिधमाधाया आग्ने सर्वव्रतो भूयासग् स्वाहा देवसवितप्रासा वी स्वाहा अग्नेरुपस्थानम् करिष्ये यत्ते अग्ने तेजस्तेनाहम् तेजस्वी भूयासम् यत्ते अग्ने वर्चस्तेनाहम् वर्चस्वी भूयासम् यत्ते अग्ने हरस्तेनाहम् हरस्वी भूयासम् मयि मेधाम् मयि प्रजाम् मयि अग्निस्तेजो दधातु मयि मेधाम् मयि प्रजाम् मयीन्द्र इन्द्रियम् दधातु मयि मेधाम् मयि प्रजाम् मयि सूर्यो भ्राजो दधातु अग्नये नमः मन्त्रहीनम् क्रियाहीनम् भक्तिहीनम् हुताशन यद्धुतम् तु मया देव परिपूर्णम् तदस्तु ते प्रायश्चित्तान्यशेषाणि तपः कर्मात्मकानि वै यानि तेषामशेषाणाम् कृष्णानुस्मरणम् परम् अभिवादये वैश्वामित्र आघमर्षन कौशिक त्रयारिषेय प्रवरान्वित कौशिकगोत्रः आपस्तम्बसूत्रः यजुःशाखाध्यायी श्रीकृष्णशर्मा नामाहम् अस्मि भूः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो वधीर्हविष्मम् तो नमसा विधेमते मेधावी भूयासम् तेजस्वी भूयासम् वर्चस्वी भूयासम् ब्रह्मवर्चसी भूयासम् आयुष्मान् भूयासम् अन्नादो भूयासम् स्वस्ति भूयासम् ಶ್ರದ್ಧಾಂ ಮೇಧಾಂ ಯಶಃಪ್ರಜ್ಞಾಂ ವಿದ್ಯಾಂ ಬುದ್ಧಿಂ ಶ್ರಿಯಂ ಬಲಂ ಆಯುಷ್ಯಂ ತೇಜ ಆರೋಗ್ಯಂ ದೇಹಿ ಮೇ ಹವ್ಯವಾಹನ ಶ್ರಿಯಂ ದೇಹಿ ಮೇ ಹವ್ಯವಾಹನ ಓಂ ನಮಃ ಇತಿ.